శ్రీలక్ష్మీ సహస్రే శాంతి స్తబకః ఏకాదశః త్రాయతాం ఆజతాక్షం ప్రతి ధామకాం ప్రసాలయం మదాగసాం ప్రతీకారే మహతామపి యక్షమా త్రాజతామాజతాక్షం తత్ ధామతామరసాలయం మదాగసాం ప్రతీకారే మహతామపి యక్షమా అపరాధ పరంపరా అపారాం అహమేవం యది నామ నాచరేయం కమలాయతనే క్షమాగుణస్ కథమాత్మానం అథౌ లభే సమాతః మహతాం మమ ఘోర కీర్భిషాణాం ఇహ నిర్వేశ గవేషణాపి దూరే పతతామవలంబనాయ మాతః భవపంకే వతనః తవ క్షమాతః ఫణిశేఖర శైల నాథ కాంతే భవతి మూర్తిమతి క్షమైవ నూనం అభవత్ కథం అన్యథా నపాః తవ కోపప్రభవాయ వార్యసోపి భవతీం పతి విశ్వమాతరం భవసింధోస్ శరణమాతరం స్వమహం దిశామి రక్షమాం అపరాధేషు సమాచర క్షమాం మాతః తవ సఖీ మధువైరికాంతే ఖ్యాతః క్షమాధరతయా నిలయః సశేషః త్వం తు క్షమానిధిరతః శతమాగసాం మే క్షంతుం తవోచితం అశేషత ఏవ తావతి నిత్యం స్వకృత్యం అవశాదపి యజామి కృత్యం ಘುಣಕ್ಷರ ನಯಾಗಪಿ ನಾಚರಾಮಿ ಅತ್ಯಂತಮಿತ್ಥಂ ಅಪರಾಧ ಮಹೋದಧೇರ್ಮೇ ಸತ್ಯಂ ಶಪೇ ಶರಣಮಂಬ ತವ ಕ್ಷಮೈವ. ಅಸ್ಮತ್ಕೃತಾಂ ಅತಿತರಾಂ ಅಪರಾಧ ಪಂಕ್ತಿಂ ಯನ್ಮೃಷ್ಯತೆ ಜನನಿ ತತ್ ನ ವಿಸ್ಮಯೋ ನಃ ಏವಂ ವಿಥೋಪಿ ವಿಲಂಘಯಿಷೇ ಭವಂತ್ಯಪಿ ತತ್ ಕ್ಷಮಾಹಿ ತವಕಸ್ಯ ನ ವಿಸ್ಮಯಾಯ. ತತ್ ವಿಚಿತ್ರ ಚರಿತನು ಗುಣಾನಿ ತೀಕ್ಷ್ಣೇ ದಾತುಂ ಫಲಾನಿ ದಯಿತೆ ತವ ಬದ್ಧ ದೀಕ್ಷೇ ಕಸ್ಯೇಹ ಜೀವಿತ ಕಥಾ ಕಲಶಾಬ್ಧಿಕನ್ಯೇ ಕ್ಷಾಂತಿಂ ನ ಚೇತ್ ನಯಸಿತಂ ವಿವಿಧೈರುಪಾಯೈಃ ಅಕ್ಷಾಂತಕಾರಿಣಿ ದಶಾಸ್ಯವಧೋಕ್ತಿದೃಪ್ತೇ ಭಕ್ಷಾಯ ರಾಕ್ಷಸವಧೂ ಅಭಿಯಾಚಮಾನೆ ಹಂತ ಕ್ಷಮೋದಯ ಜುಷೋಪಿ ಅನುಕಂಪಯೈವ ನಕ್ಷತ್ರನಾಥ ಸಹಜೇ ತವ ನ ಕ್ಷಮಾಭೂತಿ ಧನಪತಿ ಪುರುಹೂತ ಸ್ಥಾಣು ವೇದೋ ಮುಖಾನಾಂ ಅಪಿ ಚ ದಧತಿ ಶಾಂಪಂ ಸಂಪದ ಸಂಪ್ರದಾಯಂ ಇತಿ ಗತಿಮವಬುತ್ ಶಾಪಿ ಅರ್ಥಕಾಮಾಭಿಲಾಷಾಪಿ ಅಜಹದಘಶತಂ ಮಾಂ ರಕ್ಷಮಾತಃ ಕ್ಷಮಾತಃ ಅನಿಶಮುಪಚಿತಾನಾಂ ಆಗಸಾಂ ಭೂಯಸಾಂ ಮೇ ನಿಗಮ ವಿತತಿರೀಷ್ಟೇ ನಿಷ್ಕೃತಿಂ ನಾಧಿಧಾತುಂ ಪ್ರಭವತಿ ಫಲಮೇಷಾಂ ಪದ್ಮೋ ನದಾತುಂ ಕಲ್ಪ जलधिकन्ये शान्तिरेवेह युक्ता अमितदुरितकृद्भ्यो नित्यमस्मादृशेभ्यः हतहितचरितेभ्यो हन्तकुप्यं समुच्चैः नियतमनुगुणेन न्याययुक्तेन पद्मे कलयसि वचनेन क्षान्तिमन्तं प्रभुङ्कम् कलयति मनसः वा कर्मणा वा गिरा वा मधुरिपु महिले यति मादृशो नित्यमागः तदिदमग्नयन्ति त्रायसे संसृतेर्न शरणमिति गिरैव स्वामिनं क्षामयन्ति नवनवमपराधं साधयित्वा खलत्वात् जननि कृतवतो मे माधवं क्रोधवन्तं वरुणनिलयकन्ये क्षान्तिमत्या भवत्याः शरणवरणतोऽन्यति केवलं नावलम्बः प्रथितमसि वर्गैः आगसां रागसान्द्रे मयि यदि तु विधत्से नानुकम्पाम् अकम्पाम् उपचितिमतिचित्राम् येन सो मेन सोढुम् प्रभवति स भवत्या नायको ज्येयको वः रचयति यद्यं ते नेतरागः स्वरागः तदखिलमपि मृष्यन् त्राहि दीनं त्वमेनम् ननु क इह विमर्षे नापराधीति शौरेः कलश जलधिकन्ये कर्णयोर् वर्णयोच्चैः जलजटिलपडित्वति दीप्ति कृष्णोपलाल्या आकृतिरुरुकटकश्रीः उज्ज्वलन् मेखलाभा वर्तमवनमाला अलङ्कृतस्थानजुष्टा वहति हरिपुरन्ध्री त्वं क्षमाभृत्त्वमर्हम् पापारण्यहिरण्यदानवपु यातातन प्रज्वलति कोपातोपकृपीडसम्भवनवत् ज्वालाकरालानसम् देवाद्यैरपि दुष्करप्रसजनम् देवं नृसिंहं रमे शान्तिं नीतवति क्षणेन भवति किं ते परं दुष्करम् नियन्ताय पद्मे निरवधि दुरागशतकृताम् अपर्याप्तम् जानात्यखिल निरयव्रातमपि न स एष त्वद्वाचा सकलमपि सोढ्वापचरितम् फलं वेत्ति स्वल्पम् तदपि शरणोक्तेर्निजपदम् क्षमां मूर्तामुद्यत् करचरणयोगां च करुणाम् हतावद्यां विद्याम् अवयवीम् अम्ब भवतीम् समाश्रित्यापत्याभ्युदयधन धान्यादि निबिडो बिडौजसम्पत्तिम् परिहसति भूमावपि जनः क्षान्ते मन्तौ जननि सकले क्षम्यतां शब्दमात्रात् भूयो भूयः कमपि नितयम् पाप्मनाम् निर्मिमाणः वक्तुम् लज्जे पुनरपि सहस्वेति पाराशिकन्ये शान्तिम् सात्वाम् कदपि नयते काप्यकम्पानुकम्पा कादाचित्क प्रपदनगुहाम् काङ्क्षितान् पुरुषार्थान् अत्रामुत्र प्यखिल जननी प्राणिनामर्पयन्ती सन्त्यज्य त्वाम् अपकृतिशतैः अप्यशुष्यत् कटाक्षाम् भिक्षाकीन्तु प्रसभमपराम् देवताम् सेवताम् कः कृत्या कृत्य त्यजनकरणोत् स्वाहिनाम् मादृशानाम् को वा दोषः कमलनिलये क्षमायात् स्वदोषः येनैः तस्याः क्वचिदविषयो नापराध समस्तीति उद्यद्धैर्या वयमति बहून् आचरामोपचाराणि अशेषैर्निर्वेशैः अखिलनरकावल्यनुभवैः अघ्रौघान् आस्माकानि अतिभृशम् अशक्यापनयनानि क्षमस्वेत्युक्त्यैव क्षपयति मधुध्वंसि दयिते क एष क्षान्त्यात्मा कथय निरुपाख्यस्तव गुणः निर्मातुम् प्रभवेन कर्म न वयम् नित्यम् किमप्यन्ततः यत्खल्वाचमनम् तदप्यकुशलाः कर्तुम् यथाचोदनम् दूरे ज्ञानकथा तथापि तु तव अक्षामक्षमावेदिनः जानीमो नमसैव देवि सुगमौ स्वर्गापवर्गावपि कथयामि सारम् इह किं कथया परमन्ययार्थित भवो परमम् क्षमयात्वमेतम् अभिरक्षमया विहितानि मा गणय देवि चिता निगमविहितं प्रायश्चित्तं मदीय महाम्हताम् निरसनकृते मालं मातस् तव क्षमया विना गुरुतरम् अयः पिण्डम् गर्वति निगीर्णमहो रमे किमु जरयितुम् सत्तम् शुण्ठि कषाय निषेवणम् भगवति वपुश्चेतो वाग्भिः प्रतिक्षणमार्जितम् नवनवमिमम् पापस्तोमम् क्षमस्व मम स्वयम् कटकतर्व क्रीडदंष्ट्रा युगी विकृताननम् पुनरपि यथा नोपश्येयम् भयङ्करमन्तकम् सहमानाहरहर्मे सहस्रमाजांसि सागरेन्द्रसुते स्थापयसि मां दयालो शरणव्रज्याधि राज्यपीठे त्वम् सहमानाहरहर्मे सहस्रमागांसि सागरेन्द्रसुते स्थापयसि मां दयालो शरणव्रज्याधिराज्यपीठे त्वम् ఇత్యాత్రేయ శ్రీ వెంకటాధ్వరి విరచితే శ్రీ లక్ష్మీ సహస్రే శాంతి స్తబతః ఏకాదశ సంపూర్ణః.